यथोर्णनाविसृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति यथा सतः पुरुषात् केशलवमानि तथा अक्षराः सम्भवति ह विश्वम् भूतयोनिः अक्षरमित्युक्तम् तत्कथं भूतयोनित्वमित्युच्यते दृष्टान्तैः यथा लोके प्रसिद्धः ऊर्णनाभिः लूताकीटः किञ्चित् कारणान्तरम् अनपेक्ष्य स्वयमेव सृजते स्वशरीर अव्यतिरिक्तानेव तन्तून् बहिः प्रसारयति पुनः तानेव गृह्णते च गृह्णाति स्वात्मभावमेव आपादयति यथा च पृथिव्याम् ओषधयः व्रीह्यादिस्थावराणि इत्यर्थः स्वात्म अव्यतिरिक्ता एव प्रभवन्ति सम्भवन्ति यथा च सतः विद्यमानज्जीवतः पुरुषात् केशलोमानि केशश्च लोमानि च सम्भवन्ति विलक्षणानि यथा एते दृष्टान्ताः तथा विलक्षणं सलक्षणं च निमित्तान्तर अनपेक्षात् यथोक्तलक्षणात् अक्षरात्सम्भवति समुत्पद्यते इह संसारमण्डले विश्वं समस्तं जगत् अनेकदृष्टान्तोपादानं तु सुखबोधनार्थं तपसा चीयते ब्रह्म ततोऽन्नमभिजायते अन्नात् प्राणो मनः सत्यं लोकाः कर्मश्चामृतं यद्ब्रह्मणः उत्पद्यमानं विश्वं तदनेन क्रमेण उत्पद्यते न युगपद्बदरमुष्टिप्रक्षेपदिति क्रमनियमविवक्षार्थं मन्त्रः आरभ्यते तपस ज्ञानेन उत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयते उपचीयते उत्पादयिष्यतो इदं जगत् अङ्कुरमिव बीजम् उच्छूनतां गच्छति पुत्रमिव पिता हर्षेण एवं सर्वज्ञतया सृष्टिस्थितिसंहारशक्तिविज्ञानवत्तया उपचित ततः ब्रह्मणः अन्नम् अद्यते भुञ्जते इति अन्नम् अव्याकृतं साधारणं करणं संसारिणां व्याचिकीर्षित अवस्थारूपेण अभिजायते उत्पद्यते ततश्च अव्याकृतात् व्याचिकीर्षित अवस्थात् अन्नात् प्राणः हिरण्यगर्भो ब्रह्मणः ज्ञानक्रियाशक्ति अधिष्ठितः जगत्साधारणः अविद्याकामकर्मभूतसमुदायबीज अङ्कुरो जगदात्मा अभिजायते इत्यनुषङ्गः तस्माच्च प्राणात् मनः मनाख्यं सङ्कल्पविकल्पसंशयनिर्णयादि आत्मकम् अभिजायते ततोपि सङ्कल्पाध्यात्मका तु मनसः सत्यं सत्याख्यम् आकाशादिभूतपञ्चकम् अभिजायते तस्मात् सत्याख्यात् भूतपञ्चका तु अण्डक्रमेण सप्तलोकाः भूरादयः तेषु मनुष्यादिप्राणिवर्णाश्रमक्रमेण कर्माणि कर्मसु च निमित्तभूतेषु अमृतं कर्मजं फलं यावत्कर्माणि कल्पकोटिशतैरपि न विनश्यन्ति तावत् फलं न विनश्यति इति अमृतं यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्मनामरूपम् अन्नं च जायते उक्तमेवार्थम् उपसंजिहिष्युः मन्त्रो वक्ष्यमाणार्थमः यः उक्तलक्षणो अक्षराख्यः सर्वज्ञः सामान्येन सर्वं जानाति इति सर्वज्ञः विशेषेण सर्वं वेत्ति इति सर्ववित् यस्य ज्ञानमयं ज्ञानविकारमेव सर्वज्ञलक्षणं तपः अनायासलक्षणं तस्मात् यथोक्ता सर्वज्ञात् एतदुक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते किञ्च नाम असौ देवदत्तः यज्ञदत्तः इत्यादि लक्षणं रूपम् इदं शुक्लं नीलम् इत्यादि अन्नञ्च व्रीह्यवादिलक्षणं जायते पूर्वमन्त्रोक्तक्रमेण इति अविरोधो द्रष्टव्यः इति प्रथममुण्डके प्रथमखण्डभाष्यं द्वितीयः खण्डः तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यानि अपश्यनस्तानि त्रेतायां बहुधा सन्ततानि तानि आचरथ नियतं सत्यकामाये जवः पन्ताः सुकृतस्य लोके साङ्गावेद अपरा विद्या उक्त ऋग्वेदयजुर्वेदः इत्यादिन यत्तदद्रेश्यम् इत्यादिन नामरूपम् अन्नञ्च जायते इत्यन्तेन ग्रन्थेन उक्तलक्षणम् अक्षरं यया विद्यया अधिगम्यते इति सा परा विद्या सविशेषेण उक्त अतः परम् अनयोः विद्ययोः विषयौ विवेक्तव्यं संसारमोक्षौ इति उत्तरग्रन्थः आरभ्यते तत्र अपरविद्याविषयः कर्त्रादिसाधनक्रियाफलभेदरूपः संसारः अनादिः अनन्तः दुःखस्वरूपत्वात् हातव्यः प्रत्येकं शरीरिभिः सामस्तीन नदी स्रोतोवतो अविच्छेदरूपसम्बन्धः तदुपशमलक्षणः मोक्षः परविद्याविषयः अनाद्यनन्तो अजरो अमरो अमृतो अभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दो अद्वयः इति. पूर्वं तावत् अपरविद्यायाः विषयप्रदर्शनार्थम् आरम्भः तद्दर्शनैः तन्निर्वेदोपपत्तिः तदा च वक्ष्यति परीक्षलोकान् कर्मचितान् इत्यादिना. न हि अप्रदर्शिते परीक्षा उपद्यते इति तत्प्रदर्शयन्नाह तदैतत् सत्यम् अवितथम्. किं तन् मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयः मेधाविनः वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः. यत्तदैत सत्यम् एकान्तपुरुषार्थसाधनत्व तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयी संयोगलक्षणायां हौत्र औध्वर्य औद्गात्रप्रकारायाम् अधिकरणभूतायां बहुध बहुप्रकारं सन्ततानि सम्प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि. अतो यूयं तानि आचर्थ निर्वर्तयत नियतं नित्यं सत्यकामः यथाभूतकर्मफलकामाः सन्तः. एषः वः युष्माकं पन्थः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुञ्जते इति कर्मफलं लोकः उच्यते. तदर्थं तत्प्राप्त्यै एषः मार्गः इत्यर्थः. यानि एतानि अग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि तानि एष पन्थाः अवश्यफलप्राप्तिसाधनम् इत्यर्थः. यदा लीलायते ह्यर्चिः समिद्देहव्यवाहने तदाज्यभागौ अन्तरेणाहुतिः प्रतिपादयेत्. तत्र अग्निहोत्रमेव तावत् प्रथमं प्रदर्शनार्थम् उच्यते सर्वकर्मणां प्राथम्य. तत्कथं यदैव इन्धनैः अभ्याहितैः सम्यगिद्धे समिद्धे दीप्ते अविवाहने लीलायते चलति अर्चिः. तदा तस्मिन् काले लीलायमाने चलति अर्चिः आज्यभागयोः अन्तरेण मध्ये आवापस्थाने आहुतिः प्रतिपादये प्रक्षिपे देवतामुद्दिश्य. अनेकाः प्रयोगापेक्षया आहुतिः इति बहुवचनम्. एष सम्यग् आहुतिप्रक्षेपादिलक्षणः कर्ममार्गः लोकप्राप्तये पन्थः. तस्य च सम्यक् करणं दुष्करं विपत्तयस्तु अनेका भवन्ति. यस्याग्निहोत्रम् अदर्शम् अपौर्णमासम् अचातुर्मास्यम् अनाग्रयणम् अतिथिवर्जितं च आहुतम् अवैश्वदेवम् अविधिनाहुतम् आसप्तमास्तस्य लोकान् हिनस्ति. कथम् यस्य अग्निहोत्रिणः अग्निहोत्रम् अदर्शं दर्शाख्येन कर्मणा वर्जितम्. अग्निहोत्रिभिः अवश्यकर्तव्यत्वात् दर्शस्य अग्निहोत्रिसम्बन्धे अग्निहोत्रविशेषणमेव भवति. तदक्रियमाणम् इत्येतत् तथा अपौर्णमासम् इत्यादिषु अपि अग्निहोत्रविशेषणत्वं द्रष्टव्यम् अग्निहोत्राङ्गत्वस्य विशिष्टत्वात्. अपौर्णमासं पौर्णमासकर्मवर्जितम् अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम् अनाग्रहणम् आग्रहणं शरदादिषु कर्तव्यं तच्च न क्रियते यस्य तत्तथा. अतिथिवर्जितं च अतिथिपूजनं च अहनि अहनि अक्रियमाणं यस्य. स्वयं सम्यग् अग्निहोत्रकाले आहूतम् अदर्शादिवत् अवैश्वदेवं वैश्वदेवकर्मवर्जितम् हूयमानमपि अविधिनाहुतम् अयसाहुतम् इत्येतत्. एवं दुःसम्पादितम् असम्पादितम् अग्निहोत्रादि उपलक्षितं कर्म किं करोति इत्युच्यते आसप्तमसहितान् तस्य कर्तुः लोकान् हिनस्ति हिनस्ति इव आयसमात्रफलत्व. सम्यक् क्रियमाणेषु हि कर्मसु कर्मपरिणाम अनुरूप्येण भूरादयः सत्यान्तः सप्तलोकः फलं प्राप्तव्यम्. ते लोकाः एवं भूतेन अग्निहोत्रादिकर्मणा तु अप्राप्यत्वात् हिंस्यन्ते इव आयसमात्रं तु अव्युचारित्यतो हिनस्ति इत्युच्यते. పిండదానాది అనుగ్రహేణ వా సంబద్యమానాః పితృపితామహ ప్రతామహాః పుత్రపౌత్ర ప్రవౌత్రాః స్వాత్మోపకారాః సప్తలోక ఉక్త ప్రకారేణ అగ్నిహోత్రాదినా నాభవంతీతి హింసంతి ఇత్యుచ్యతే. కాళీ కరాళీ చ మనోజవా చ సులోహితాయా చ సుధూమ్రవర్ణ స్ఫులింగినీ విశ్వరుచి చ దేవీ లీలాయమానా ఇతి సప్తజిహ్వాః. కాళీ కరాళీ చ మనోజవా చ సులోహితాయా చ సుధూమ్రవర్ణ స్ఫులింగినీ విశ్వరుచి చ దేవీ లీలాయమాన దహనస్య జిహ్వా. కాళ్యాద్య విశ్వరుచ్యంత లీలాయమాన అగ్నేః హవి రాహుతి గ్రసనార్థ ఏతా కిల సప్తజిహ్వా.